पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 39 ऋषय ऊचुः कथं वेनो गदस्वर्गं पापं त्यक्त्वा प्रदूरतः तन्नो विस्तरदोत्रापि वद सत्यवदां वर सूद उवाच ऋषीणां पुण्यसंसर्गात् संवादाच्च द्विजोत्तम कायस्य मथनात् पापो बहिस्तस्य विनिर्गतः पश्चाद्वेन स पुण्यात्मा ज्ञानं लेभेद शाश्वतम् रेवाया दक्षिणे कूले तपश्चचारसद्विजाः तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशने वर्षाणां दुःशतं साग्रं कामक्रोधविवर्जितः तस्योग्रतपसा देवशङ्खचक्रगदाधरः प्रसन्नो भून्महाभागा निष्पापस्य नृपस्य वै उवाच च प्रसन्नोऽस्मि व्रियतां वर उत्तम वेन उवाच यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् तवैव तेजसा देव तद्विष्णोः परमं पदम् श्रीवासुदेव उवाच क्व गतोऽसौ महामोहो येन त्वं मोहितो नृप लोभेन मोहयुक्तेन तमो मार्गे निपातितः वेन उवाच यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो अधो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणाद प्रजप्तव्यमधो पढ्यं तद्वदानुग्रहाद्विभो भगवानुवाच साधुभूप महाभाग पापं ते नाशमागतम् शुद्धोऽसि तपसा च त्वं ततः पुण्यं वदाम्यहं पुरा वै ब्रह्मणा ताद पृष्ठोऽहं भवता यथा तस्मै यदुदिदं वत्स तत्ते सर्वं वदाम्यहम् एकदा ब्रह्मणाध्यानस्थितेन नाभिपङ्गजे प्रादुरास तदा तस्य वरदानाय सुव्रत तेन पृष्ठं महत्पुण्यं स्तोत्रं पापप्रणाशनम् वासुदेवाभिधानं च सुगतिप्रदमिच्छदा स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् सर्वसौख्यप्रदं नृणां पठतां जपतां सदा उपाधिशं महाभाग विष्णुप्रीतिकरं परम् विष्णुरुवाच एतत् सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः वसन्ति यत्र भूतानि वसत्येषु च यो विभुः स वासुदेवो विज्ञेयो विद्वद्भिरहमादराद सङ्कर्षति प्रजाश्चान्दे हव्यक्ताय यतो विभुः तद सङ्कर्षणो नाम्ना विज्ञेयशरणागतैः इङ्गिते कामरूपोऽहं बहु स्यामिति काम्यया प्रद्युम्नोऽहं बुधैस्तस्माद्विज्ञेयोऽस्मि सुदार्थिभिः अत्र लोके विना चेष्यौ सर्वेष्यौ हरकेशवौ निरुद्धोऽहं योगबलान्न केनादो निरुद्धवद् विश्वाख्योऽहं प्रतिजगज्ञानविज्ञानसंयुधः अहमित्यभिमानी च जाग्रच्चिन्तासमाकुलः तैजसोऽहं जगच्चेष्टामयश्चेन्द्रियरूपवान् ज्ञानकर्मसमुद्रिक्तस्वप्नावस्थां गतोह्यहम् प्राज्ञोऽहमधिदैवात्मा विश्वाधिष्ठानगोचरः सुषुप्ता वा स्थितो लोकादुसासीनो विकल्पितः तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः निर्लिप्तः साक्षिवद्विश्वप्रतिबिम्बितविग्रहः चिदाभासश्चिदानन्दश्चिन्मयश्चित्स्वरूपवान् नित्योऽक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् भगवानुवाच इत्युक्त्वान्तर्दधे विष्णुस्वरूपं ब्रह्मणे पुरा सोऽपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणाद राज्यं स्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च तथाप्याराधय विभुं स्तोत्रेणानेन सुव्रता तुष्टो विष्णुस्तमभ्याह वरं वरयमानद वेन उवाच सुगतिं देहि मे विष्णो दुष्कृता तारयस्व माम् शरणं त्वां प्रपन्नोऽस्मि कारणं वद सद्गदेः विष्णुरुवाच पूर्वमेव महाभागत्वं गेनापि महात्मना अहमाराधितस्तेन तस्मै दत्तो वरो मया प्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम् कर्मणा स्वेन विप्रेन्द्रपुण्येन नृपनन्दन आत्मार्थे त्वं महाभाग वरमेव प्रयाचय शृणुवेन महाभाग वृत्तान्तं पूर्वसम्भवम् तव मात्रे पुरा दत्तशापक्रुद्धेन भूपते सुशङ्खेन सुनीतायै बाल्ये पूर्वं महात्मना ततस्त्वङ्गे वरो दत्तो मयैव विदितात्मना त्वां समुद्धर्तु कामेन सुपुत्रस्ते भविष्यति एवमुक्त्वादुपितरं तवाहं गुणवत्सल भवदङ्गात् समुद्भूतकरिष्ये लोकपालनं दिवीं द्रोही यथा भादि तथाहं भूतले स्थितः आत्मा वैजायते पुत्र इति सत्यवदी श्रुतिः अतस्त्वं सुगतिं वत्स लभिष्यसि वरान् मम गत्यर्थमात्मनो राजन् दानमेकं समाचर यस्त्वां पातकरूपोऽहं सुनीधायाः परन्तप अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम् अन्यधातु सुशङ्खस्य वाक्यमेवान्यथा भवेद् अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तम कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम् तस्माद्दानं ददस्वत्वं दानात् पुण्यं प्रवर्तते दानेन नश्यते पापं तस्माद्दानं ददस्व हि अश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम भूमि दानादिकं दानं ब्राह्मणेभ्यो ददस्व वै सुदानात् प्राप्यते भोगसुदानात् प्राप्यते यशः सुदानाज्जायते कीर्तिसुदानात् प्राप्यते सुखम् दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तम काले प्राप्ते व्रजतीर्थं पुण्यस्यापि फलं त्विधम् पात्रभूताय विप्राय श्रद्धाभूतेन चेदसा यो ददाति महादानं मयि भावं निवेश्य च तस्याहं सकलं दद्मि मनसा यं यमिच्छति वेन उवाच कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणं तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणं दानस्यापि जगन्नाथ विधिं विस्तरतो वद प्रसाद सुमुखो भूत्वा दयामे यदि वर्तते श्रीकृष्ण उवाच दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप काम्यं चान्यं महाराज चतुर्थप्रापकं पुनः सूर्योदयस्य वेलायां पापं नश्यति सर्वतः अन्धकाराधिकाघोरा नराणां नाशकारकाः दिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः तस्यैव तेजसा दग्धा भस्मदां यान्ति किल्बिषाः उदयं तं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि तस्य किं कथ्यते भूप नित्यं पुण्यविवर्धनं सम्प्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः स्नात्वाभ्यर्च्य पितृन् देवान् दानदादा भवेत् पुनः यथा शक्तिप्रभावेन श्रद्धापूतेन चेतसा अन्नं पयःफलं पुष्पं वस्त्रं ताम्बूलभूषणं हेमरत्नादिकं चैव तस्य पुण्यमनन्तकम् मध्याह्ने तु ततो राजन्नपराह्णे तथैव च मामुद्दिश्य च यो दद्यात् तस्य पुण्यमनन्तकम् खाद्यपानादिकं मिष्टलेपनं गन्धकुङ्कुमं कर्पूरादिकमेवापि वस्त्रालङ्कारसंयुतम् अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकं नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः अधादः सम्प्रवक्ष्यामि नैमित्तिकमनुत्तमं त्रिकालेष्वपि दातव्यं दानवेवन मे संशयः शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छदा यस्मिन् काले प्रदत्तं हि किञ्चिद्दानं नराधिप तत्प्रभाह्वान्महाप्राज्ञो बहुसामर्थ्यसंयुधः धनाढ्यो गुणवान् प्राज्ञपण्डितोऽपि विचक्षणः पक्षं मासं दिनं यावन्न दत्तं वै यदाशनं तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम् स्वमलं भक्षितं चैव अदत्त्वा दानमुत्तमम् उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् तेषां कायेष्वसन्तुष्टो बहुपीडाप्रदायकम् मन्तानलेन संयुक्तं ज्वरसन्तापकारकम् त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु च स्वयमश्नादिमिष्टं तु तेन पापं महत्कृतम् प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत् उपवासैर्महाराज काय शोषकरादिकैः चर्मकारो यथा चर्म कुण्डस्थोपरि निर्घृणः शोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा तथाहं पापकर्तारं शोधयामि न संशयः औषधीनां सुयोगाच्च कषायै कडुकैर्ध्रुवम् उष्णोदकैश्च सन्तापैर्वैद्यरूपेण नान्यथा अन्ये भुञ्जन्ति तस्योग्रभोगान् पुण्यान् मनोनुगान् किं करोति समर्थश्च न दत्तं दानुमुत्तमं महदा पापरूपेण तमेवं परितापये नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथा न दत्तं राजराजेन्द्रश्रद्धापूतेन चेदसा तथा ताञ्जारयामेत्यानुपायै दारुणै किल वासुदेव उवाच नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रदः प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परः अमावास्या महाराज पौर्णमासी तथैव च यदा भवति सङ्क्रान्तिर्व्यधिपादो नरेश्वर वै धृतिश्च यदा प्रोक्ता यदा एकादशी भवेत् महामाघी तथा षाढी वैशाखी कार्तिकी तथा अमा सोमसमा योगे मन्वादिषु युगादिषु गदच्छाया तथा प्रोक्ता पितृक्षया तथैव च यदे नैमित्तिकाख्यातास्तवाग्रे नृपसत्तमा यदेषु दीयते दानं तस्य दानस्य यत्फलं तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तमा मामुद्यस्नरो भक्र्या ब्राह्मणाय प्रयच्छति तस्याकं निर्विकल्पेन प्रयच्छामि न संशयः गृहं सौख्यं महाराजस्वर्गमोक्षादिकं बहु काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकं व्रतानामेव सर्वेषां देवादीनां तथैव च दानस्य पुण्यकालं तु सम्प्रोक्तं द्विजसत्तमैः आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृप मखानामेव सर्वेषां वैवाहिकमनुत्तमं पुत्रस्य जातमात्रस्य चौलमौञ्ज्यादिकं तथा प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि वापी कूपतडागानां गृहवास्तुमयं नृप तदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनं तस्मिन् काले ददेद्दानं सर्वसिद्धिप्रदायकम् आभ्युदयिक एवायं कालप्रोक्तो नृपोत्तम अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणं मृत्युकाले च सम्प्राप्ते क्षयं ज्ञात्वा नरोत्तम तत्र दानं प्रदातव्यं यममार्गसुखप्रदं नित्यनैमित्तिकाकाला काम्याभ्युदयिकास्तथा अन्ध्यकालो महाराज समाख्यातस्तवाग्रदः एते कालाः समाख्याता स्वकर्म फलदायकाः तीर्थस्य लक्षणं राजन् प्रवक्ष्यामि तवाग्रदः सुतीर्थानामियं गङ्गा भादिपुण्या सरस्वती रेवा च यमुना तापी तथा चर्मण्वदी नदी सरयूर्कर्करा वेणा सर्वपापप्रणाशिनी कावेरी कपिला चान्या विशाला विश्वतारणी गोदावरी समाख्याता तुङ्गभद्रा नरोत्तमा पापानां भीदिदा नित्यं भीमरध्या प्रपढ्यते देविका कृष्णगङ्गा च अन्याः सरिद्वरोत्तमाः एतासां पुण्यकालेषु सन्ति तीर्थान्यनेकशः ग्रामे वा यदि वारण्ये नद्य सर्वत्र पावनाः तत्र तत्र प्रकर्तव्या स्नानदानादिका क्रियाः यदा न ज्ञायते नाम तासां तीर्थस्य सप्तमाः नामोच्चारं प्रकुर्वीद विष्णुतीर्थमिदं निर्प तीर्थस्य देवता तद्वदहमेव न संशयः मामेव मुच्चरेद्यो वै तीर्थे देवेषु साधकः तस्य पुण्यफलं जातं मन्नाम्ना नृपनन्दन अज्ञातानां सुदीर्थानां देवानां नृपसत्तम स्नाने दाने महाराजमन्नामहि समुच्चरेद तीर्थानामेव राजेन्द्र धात्रा धात्र्य इमा कृताः सिन्धवः सर्वपुण्यानां सर्वस्थाः क्षितिमण्डले यत्र तत्र प्रकर्तव्यं स्नानदानादिकं नृप अक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः तीर्थरूपा महापुण्या सागरा सप्त एव च मानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः निर्चराः पल्वला प्रोक्तास्तीर्थरूपा न संशयः स स्वल्पानद्यो महाराज तासु तीर्थं प्रतिष्ठितम् खादेष्वेवं च सर्वेषु वर्जयित्वा च कूपकम् पर्वतास्तीर्थरूपाश्च मेर्वाद्याश्च महीतले यज्ञभूमिश्च यज्ञश्च अग्निहोत्रे यथास्थितः श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् सोमपायी भवेद्यत्र तीर्थं तत्र प्रतिष्ठितम् आरामो यत्र वै पुण्यो अश्वद्धो यत्र तिष्ठति ब्रह्मवृक्षो भवेद्यत्र वडवृक्षस्तथैव च अन्ये च वन्यसंस्थाने तत्र तीर्थं प्रतिष्ठितम् एते तीर्थात् समाख्यादा पिता माता तथैव च पुराणं पठ्यते यत्र गुरुर्यत्र स्वयं स्थितः सुभार्या तिष्ठते यत्र तत्र तीर्थं न संशयः सुपुत्रस्तिष्ठते यत्र तत्र तीर्थं न संशयः एते तीर्थाः समाख्यादा राजवेश्म तथैव च वेन उवाच पात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम प्रसादसुमुखो भूत्वा कृपया मम माधव वासुदेव उवाच शृणु राजन्महाप्राज्ञ पात्रस्यापि सुलक्षणं यस्मै देयं सुदानं च श्रद्धापूदैर्महात्मभिः ब्राह्मणं सुकुलोपेदं वेदाध्ययनतत्परं शान्तं दान्तं तपोयुक्तं शुक्लमेव विशेषदः प्रज्ञावन्तं ज्ञानवन्तं देवपूजनतत्परम् सत्यवन्तं महापुण्यं वैष्णवं ज्ञानपण्डितं धर्मज्ञं मुक्तलौल्यं च पाखण्डैस्तु विवर्जितम् एवं पात्रं समाख्यातमन्यदेवं वदाम्यहम् एवमेदैर्गुणैर्युक्तं स्वसृपुत्रं नरोत्तमम् एदं पात्रं विजानीहि दुहि दुस्तनयं तदः जामातरं महाराज भावैरेतैश्च संयुतं गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम एतान्येव सुपात्राणि दानयोग्यानि सत्तम वेदाचार समोपेदस्तृप्तिं नैव च गच्छति वर्जयेत् किल तं विप्रं तथा काणं सुधूर्तकम् अधिकृष्णं महाराजकपिलं परिवर्जयेद् कर्कडाक्षं सुनीलं च श्यावदन्तं विवर्जयेद् नीलदन्तं तथा राजन् पीददन्तं तथैव च कोघ्नं सुकृष्णदन्तं च बर्बरं चादिपांशुलम् हीनाङ्गमधिकाङ्गं च कुष्ठिनं कुनखं तथा दुश्चर्माणं महाराजकल्वाटं परिवर्जयेद् अन्यायेषु रतायस्य जाया विप्रस्य कस्य च तस्मै दानं न दातव्यं यदि ब्रह्म समो भवेद् स्त्रीजितायन दातव्यं शाखारण्डे महामदे व्याधितायन दातव्यं मृदभोजिषु भूपदे चोराय चनदातव्यं स यद्यत्रि समो भवेद् अदृप्तायन दातव्यं शावं तु परिवर्जयेद् अधिस्तब्धाय नो देयं शठाय च विशेषदः वेदशास्त्रसमायुक्तः सदा चारेण वर्जितः श्राद्धे दाने च राजेन्द्र नैव युक्तः कदा भवेद् अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकं कालतीर्थसुपात्राणां श्रद्धायोगात् प्रजायते नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखं नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृप श्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेद पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तम एवं विधस्य दानस्य विधियुक्तस्य यद्फलम् अनन्तं तदवाप्नोति मत्प्रसादात् सुखी भवेत् इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे वेणोपाख्याने एकोनचत्वारिंशोऽध्यायः ॐ